अस्तु, सर्वेषां पुरतः करपत्रमस्ति वा यद् महोदयेन प्रेषितम् अद्य? अत्र स्वर्णं तैजसं द्रव्यम् इति. अस्तु अस्तु, प्रथमम् अत्र अस्माकं गतसप्ताहे गन्धवती पृथ्वी इति आरभ्य तदनन्तरं तत्र जलवायु तेजसविषये किञ्चित् परिचयं प्राप्तवन्तः खलु, तत्र तेषां लक्षणवाक्यानि प्रभेदः तत्सर्वं दृष्टवन्तः. अत्र पुष्पाभगिनी भवती पठति वा, तत्र उष्णस्पर्शवत् तेजः इति अस्ति खलु, तत्र पृष्ठसङ्ख्या अस्ति द्विशतवारि. Lower the volume, please. Oh, I'm sorry, I'm sorry. Pushpa bhagini? Astu bhagini, astu bhagini, astu bhagini. Dvichatwarimshat tame pute. Pustakam nasti. Bahi asmi. Astu bhagini, pustakam nasti kem. Traveling in the car. Astu, astu. अस्तु, तर्हि म्यूट् मध्ये भवतु. अस्तु, तर्हि सुमलता भगिनी भवती पठितुं शक्नोति वा, तत्र उष्णस्पर्शवत् तेजः इति अस्ति खलु. आं भगिनि, उष्णस्पर्शवत् तेजः तद्विविधं नित्यम् अनित्यं च. नित्यं परमाणुरूपम्, अनित्यं कार्यरूपम्, पुनः त्रिविधं शरीर इन्द्रिय विषयभेदात्. शरीरम् आदित्यलोके, इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति. विषयः चतुर्विधः, भौमदिव्योदर्याक कर भौमदिव्योदयार्करजभेदात्. भौमदिव्य उदर्य आकरजभेदात्. भौमदिव्य उदर्य आकरजभेदात्. भौमं वह्व्यादिकम्, अभिन्धनं दिव्यं विद्युदादि. भुक्तस्य परिणामहेतुः उदर्यम्. आकरजं सुवर्णादि. अग्रे अपि पठामि वा भगिनि? मास्तु भगिनि, तावदेव. अत्र विषयः चतुर्विधः, भौम दिव्य उदर्य आकरजभेदात् इति अस्ति खलु. भौम इत्युक्ते यद् भूमौ अस्ति तद्, दिव्य इत्युक्ते यत् दिवि अस्ति, उदर्य इत्युक्ते यद् अस्माकम् उदरे अस्ति, आकरजः इत्युक्ते यद् आकरे अस्ति. आकरः इत्युक्ते वयं पूर्वं दृष्टवन्तः खलु, तत्र यत्र अयः रजतं तत्सर्वं लोहं यत्र लभते तदेव आकरः इति वदामः. तत्र आङ्ग्लभाषायां यत् मैन् इति वदामः खलु, तदेव आकरः, तत् आकरजः इति. अत्र स्वर्णं तत्र आकरजं स्वर्णादि इत्युक्ते तत्र केवलं स्वर्णम् इति न, परन्तु स्वर्णं रजतम् अयः इति सर्वं लोहं तत्र अन्तर्भूतं भवति. अत्र प्रश्नः उदेति, तत्र स्वर्ण कथं तैजसं, किमर्थं पृथ्वी न इति. अत्र नैयायिकानां मतमस्ति यत् स्वर्णं पार्थिववस्तु अस्ति, अपि च तेजसी अपि, तैजसम् अपि इति. परन्तु तत्र चार्वाकाः ये पूर्वपक्षाः सन्ति, तेषां मतम् अस्ति तत्र स्वर्णं केवलं पार्थिववस्तु अस्ति, न तु तैजसं वा किमपि अन्यत् वा इति. तर्हि तस्मिन् विषये एव तत्र अस्माकं करपत्रम् अस्ति, तदेव अस्ति अस्माकं अद्यतनविषयः. तर्हि तत् किञ्चित् पठामः. तर्हि भगिनी भवती एव तत्र प्रथमपरिच्छेदः पठतु, परिच्छेदं पठतु. आं भगिनि. सुवर्णं तैजसं द्रव्यं. तर्कसङ्ग्रहः इति ग्रन्थे सुवर्णं तैजसम् इति उक्तम्. कथनस्य आशयः एवं यत् सुवर्णे तेजः मुख्यांशः, पृथ्वी अपि अस्ति. यथा अस्माकं शरीरे पृथ्वी इति मुख्यांशः, किन्तु जलम्, अग्निः, वायुः, आकाशः इति द्रव्याणि अपि सन्ति. तथैव सुवर्णे तेजः अपि अस्ति, पृथ्वी अपि अस्ति इति नैयायिकानां मतम्. अत्र सुवर्णम् इत्यस्य वदनेन सर्वं लौहम् अन्तर्भूतम्, सुवर्णं, रजतम्, अयः, ताम्रम् इत्यादिकम्. तर्हि वदतु भगिनि. तर्क सङ्ग्रहग्रन्थं स्वीकुर्मः चेत् तत्र इदानीमेव भवती उक्तवती सुवर्णं तैजसम् इति दत्तमस्ति. तत्र सुवर्णे सुवर्णं सुवर्णे पार्थिवपदार्थः अपि अस्ति, परन्तु तेजः एव मुख्यांशः इति तस्य अर्थः अस्ति. सुवर्णे यथा अस्माकं शरीरे जलमस्ति, अग्निः अस्ति, वायुः अस्ति, आकाशः इति पञ्चेन्द्रियाः सन्ति, परन्तु शरीरम् इत्युक्ते पृथ्वी एव मुख्यांशः इति यथा स्वीकुर्मः, तथा सुवर्णे तेजः मुख्यांशः इति तर्कसङ्ग्रहं वदति. तदेव तत्र इत्युक्ते स्वर्णम् इति तैजसम् इत्युक्ते स्वर्णे तेजः अस्ति, तदेव मुख्यांशः. पृथ्वी अपि अस्ति. यथा अस्माकं शरीरं स्वीकुर्मः चेत् तत्र यथा वयं पृथ्वी विषये पठितवन्तः, तत्रापि आसीत् खलु तत्र शरीरम् अस्मदादीनाम् इति आसीत्. यद्यपि तत्र अस्मदादीनाम् इति अस्ति चेदपि तत्र केवलं पृथ्वी एव अस्माकं शरीरस्य अंशः इति न, पृथ्वी अस्ति मुख्यांशः, परन्तु तत्र जलम्, अग्निः, वायुः, आकाशः इति अन्यद्रव्याणि अपि सन्ति. यदा वयम् अद्य एव दृष्टवन्तः तत्र उदरे अपि अग्नि इत्युक्ते तेजांशः अस्ति खलु, तर्हि तदर्थमेव तत्र उदर्यम् इत्यपि प्रभेदः अस्ति तेजसः. तथा अन्यांशः अपि अस्ति अस्माकं शरीरे. तद्वत् स्वर्णे अपि तत्र मुख्यांशः अस्ति तेजः, परन्तु पृथिवी अपि अस्ति इत्युक्ते पृथिवी अस्ति तया सह तत्र तेजः अपि अस्ति इति नैयायिकानां मतं तदस्ति. परन्तु तत्र चार्वाकः इति पूर्वपक्षिणः चार्वाकाः इति तेषां मतमस्ति तत्र केवलं स्वर्णमिति केवलं पार्थिवद्रव्यम् इति. अस्तु, तत्र चार्वाकः इत्युक्ते के इति, चार्वाकाः इत्युक्ते के इति जानीमः, जानन्ति वा? न भगिनि. अस्तु, ये वेदस्य प्रमाणं न स्वीकुर्वन्ति ते सर्वाकः इति मन्ये. सत्यं, तत्र अस्माकं दर्शनशास्त्राणि षड्विधानि सन्ति खलु, तत्र चार्वाकः इति अपि एकः अस्ति. तत् अस्माकम् आरम्भे यदा दर्शनशास्त्रविषये दृष्टवन्तः तत्र क्षम्यतां, तत्र षड् तत्र आस्तिकदर्शनानि अपि च नास्तिकदर्शनानि इति सन्ति. तत्र आस्तिकदर्शने तत्र षड्विधानि सन्ति. तत्र नास्तिक इत्युक्ते अस्माकं परम्परया वस्तुतः ये वेदस्य वेदं न अङ्गीकुर्वन्ति ते एव नास्तिकः इति वदामः, ते एव अस्ति चार्वाकाः इति. तदपि एकं दर्शनशास्त्रमेव अस्माकं परम्परायां. ते पूर्वपक्षी, पूर्वपक्षी इत्युक्ते ते तत्र भिन्नमतं वदन्ति, तत् स्वीकृत्य तेषां मतं किम् इति प्रथमम् उक्त्वा तस्य अवगमनान्तरं किमर्थं तद् सम्यक् नास्ति, तस्य निराकरणं कृत्वा सिद्धान्तः इति. अस्मिन् सन्दर्भे नैयायिकाः एव सिद्धान्ताः सन्ति, ते वदन्ति किमर्थं तद् सम्यक् नास्ति, परन्तु अस्माकं पक्षमेव तत्र सम्यक् पक्षम् अस्ति. तत्र किमर्थं तत्र पूर्वपक्षिणः वादं तत्र दोषाय इति उक्त्वा स्थापयन्ति तेषां मतं. तदेव अस्माकं परम्परा अस्ति. तत्र दर्शनशास्त्राणि पश्यामः चेत् तत्र सर्वदा पूर्वपक्षः अपि च सिद्धान्तः इति पुनः पुनः पुनः आगच्छति. तत्र निराकरणं तथैव कुर्वन्ति अस्माकं परम्परायां. तर्हि इदानीं एतस्मिन् विषये तत्र पूर्वपक्षः तु चार्वाकः सन्ति. तर्हि सुनील् महोदय, भवान् पठति वा तत्र पूर्वपक्षः इति यदस्ति तत्? आं भगिनि. पूर्वपक्षः सुवर्णं पार्थिवं द्रव्यं. पूर्वपक्षी प्रायः चार्वाकः. पूर्वपक्षिणः अनुमानद्वयम्. यदा भवती उक्तवती तत्र सुवर्णं पार्थिवं द्रव्यम् इति पूर्वपक्षपक्षवादः, ते प्रायः चार्वाकः इति, तत्र अनुमानद्वयमपि भवति. प्रथममस्ति सुवर्णं पार्थिवं पीतरूपत्वात् हरिद्रावत्. सुवर्णे पीतरूपम् अस्ति, परन्तु पीतरूपं केवलं पृथिव्यां भवति. तेजसि भास्वरशुक्लरूपं, जले अभास्वरशुक्लरूपम्. अन्यत् सर्वं रूपं पृथिव्यामेव. अतः सुवर्णस्य पीतरूपत्वात् सुवर्णं पृथिवी एव भवेत्. यथा हरिद्रा, हरिद्रा पीतरूपवती, अतः पार्थिवद्रव्यं. तथैव पीतरूपवत्वात् सुवर्णम् अपि पृथिवी भवेत्. वदतु महोदय. इदानीं भगिनी हरिद्रावत् इति किम्? हरिद्रा इत्युक्ते जानाति वा यद् अस्माकं टर्मरिक्? हा, ओ तदेव. इदानीं स्मरामि, धन्यवादः महोदय. सुवर्णे पीतरूपम् अस्ति, परन्तु भगिनि पार्थिव पार्थिव अर्थं किम्? क्षम्यतां भगिनि, भवत्याः प्रश्नः कः? पार्थिव अर्थं किं? पार्थिव पार्थिव सुनील् महोदय, भवान् वक्तुं शक्नोति वा पार्थिव इत्युक्ते किम् इति? इदानीं वयं जानीमः तद् द्रव्यम् इति. न, पार्थिव इत्युक्ते किम्? द्रव्यवस्तु किल? तत्र पृथ्वी पृथ्वीतः आगतं पार्थिव इति खलु, तत्र पृथ्वी अंशः अस्ति चेत् तत् पार्थिवम् इति. यथा तेजसः तत्र तैजसम् इति वर्ण वदामः खलु, स्वर्णं तैजसम् इत्युक्ते स्वर्णे तेज तेजंशः अस्ति इति. तथैव तत्र पार् तदेव. पुष्पा भगिनी इदानीम् अवगतं वा पार्थिवम् इत्युक्ते किम्? अग्रे वदतु महोदय. इदानीं सुवर्णं पार्थिव वस्तु, तत्र पीतरूपम् अस्ति, परन्तु पीतरूपं केवलं पृथिव्यामेव भवति इति अपि अस्ति. तेजसि भास्वरशुक्लरूपम् अथवा सूर्यस्य तादृशरूपम् इति वा भगिनि? हा, शुक्लरूपम् इत्युक्ते जानीमः खलु, तत्र बाष्वरम् इत्युक्ते तत्र प्रकाशमानः इति. तर्हि तत्र प्रकाशमान शुक्ल प्रकाशमानं शुक्ल वर्णमस्ति तेजसि. अप्रकाशमानं शुक्लवर्णमस्ति तत्र जले. तौ विहाय ते विहाय अन्यत् सर्वं रूपं तु पृथ्व्यामेव अस्ति इति. तत्र यदा वयं रक्तवर्णम् अथवा पीतवर्णम् इति नीलवर्णम् इति वदामः, तत्सर्वं तु साधारणतया पृथ्व्यामेव अस्ति खलु. तदेव वदतु महोदय. अन्यत् सर्वं सर्वं रूपं पृथ्व्याम् एव भवति, अतः सुवर्णस्य रूप पीतरूपं पृथ्वी एव भवेत्. तत् रूपवत्वात् सुवर्णं पृथ्वी एव भवेत्. यथा अन्य उदाहरणम् अस्ति हरिद्रा इति, हरिद्रापि पीतरूपवती, अतः तदपि पार्थिवद्रव्यमपि द्रव्यमिति. तथा पीतरूपवत्वात् सुवर्णमपि पृथिवी भवेत् इति अनुमानमस्ति, प्रथमानुमानम्. इत्युक्ते अत्र तत्र परम्परा यथा अस्ति इत्युक्ते, तत्र प्रथमं यद्वयं जानीमः तत् ते वदन्ति. तत्र पश्यति चेत् तत्र स्वर्णे पीतरूपम् अस्ति, तत्तु वयं सर्वे जानीमः एव. तर्हि तत्र प्रथमं ते तत् उक्त्वा तस्मात् सोपानेन गच्छति. तर्हि तस्मात् तत्र द्वितीयवाक्यं पश्यामः चेत् तत्र पीतरूपं केवलं पृथ्व्याम् अस्ति, अतः स्वर्णं पार्थिववस्तु इति. तर्हि तथा ते तर्कं करोति, तत्र तर्कस्य पङ्क्तिः तथा गच्छति. इत्युक्ते तत्र यद्वयं जानीमः तस्मात् आरभ्य तत्र यत्र गन्तव्यमस्ति तत्र ते नयति अस्माभिः. तदेव परम्परा अस्ति. तर्हि अत्र पश्यामः चेत् तत्र भास्वरशुक्लरूपम् अभास्वरशुक्लरूपं ते विहाय अन्यत् यावन्तः रूपम् अस्ति तत्सर्वं पृथिव्याम् एव अस्ति इति. रूपम् इत्युक्ते किम्? वर्णः. वर्णः. तर्हि रूपम् इत्युक्ते वर्णः. तर्हि तत्र अन्यत् यावत् अन्यत् यानि रूपाणि सन्ति, नीलः वा भवतु, पीतः वा भवतु, रक्तः वा भवतु, तत्सर्वं केवलं पृथिव्याम् अस्ति. स्वर्णस्य तु पीतरूपम् अस्ति एव, तत्तु वयं जानीमः स्वर्णे पीतरूपम् अस्ति इति. तर्हि तदर्थं स्वर्णं पार्थिवद्रव्यमस्ति, न तु अन्यथा इति. तत्र उदाहरणमपि ते दीयन्ते. तत्र हरिद्रा इति यत् तदपि वयं जानीमः, तदपि अस्ति पीतरूपवती, तर्हि हरिद्रा तु पार्थिवद्रव्यमस्ति. तथैव स्वर्णमिति यत् पीतरूपवती अस्ति, तदपि पीतरूपवत् अस्ति, तदपि तत्र पार्थिवद्रव्यमेव भवेत् इति तत्र तेषां प्रथम तर्कः अस्ति. अस्तु, अवगतं वा? हा, अवगतम्. अयः तु किम्? अयः अल्युमिनियम्? न, अयः इत्युक्ते अयोन् इति चिन्तयामि. अयन् वा लेड् वा? लोहः एव भगिनि, तत्र तत्र तत्सर्वं लोहमस्ति. तत्र लोह किं लोहः? किं लोगः इत्युक्ते, लोगः इत्युक्ते जानाति खलु. अस्तु, लोहः, ऐरन्, ऐरन्. हा, अयः इत्युक्ते अयन्, परन्तु तत्सर्वं तत्र यत्किमपि लोगः एव, तत्र धातु इति अपि वदामः खलु, तदेव. अस्तु, सुब्रह्मण्यं महोदय, भवान् पठति वा अग्रे? आं भगिनि, द्वितीयम् अनुमानम् अत्र, सुवर्णं पार्थिवं जलभिन्नत्वे सति गुरुत्वात् पुस्तकवत्. अत्र द्वितीयम् अनुमानमस्ति, सुवर्णं पार्थिवं जलभिन्नत्वे सति गुरुत्वात्. अत्र गुरुत्वात् इत्युक्ते आकर्षण इति भगिनि? हा, तदेव महोदय, अग्रे पठतु. तत्र सुवर्णं पार्थिवं जलभिन्नत्वे सति गुरुत्वात् पुस्तकवत्. सुवर्णं पार्थिवं गुरुत्वात् सुवर्णं उपरिष्टात् त्यजामश्चेत् पतति, यतोहि तस्मिन् गुरुत्वम् अस्ति. पृथिव्यां जले चैव गुरुत्वं वर्तते. उभयत्र गुरुत्वम्, अन्यत्र कुत्रापि गुरुत्वं न लभ्यते. यथा तेजसि गुरुत्वं नास्ति, अग्नेः दीपस्य च प्रकाशः उपरि अपि गच्छति, अधः अपि गच्छति, यतोहि तेजसि गुरुत्वं नास्ति. परन्तु सुवर्णम् अधः एव पतति, अतः तस्मिन् गुरुत्वम्. गुरुत्वं पृथिव्यां जले एव इति उक्तम्. सुवर्णं जलं न इति सर्वेषां सम्मतम्. आहत्य सुवर्णं जलापेक्षया भिन्नं, परन्तु तस्मिन् गुरुत्वम् अस्ति, अतः पृथिवी एव स्यात्. अत्र सुवर्णं द्वितीयबिन्दु अनुमानमस्ति. अत्र सुवर्णं पार्थिवं तस्य समर्थनमस्ति अत्र. किमर्थं चेत् अत्र सुवर्णं पार्थिवं किमर्थं चेत् अत्र गुरुत्वात् इति लक्षणमस्ति सुवर्णे, तत्कारणात् सुवर्णं पार्थिवम् अस्ति. यथा पुस्तकवत्, यथा पुस्तकमपि सुवर्णं इव गुरुत्वात् इति लक्षणं प्रदर्शयति. सुवर्णं यथा वयं सुवर्णम् उपरिष्ठात् त्यजामः, सुवर्णं तु अधः पतति. किमर्थं चेत् सुवर्णे गुरुत्वम् अस्ति तत्कारणात्. पृथिव्यां यथा गुरुत्वम् अस्ति, पृथिव्यां जले अपि गुरुत्वं भवति. अत्र पृथिवी जलं, उभयत्र गुरुत्वम् अस्ति, अन्यत्र कुत्रापि गुरुत्वं न भवति. अत्र उदाहरणं दत्तमस्ति तेजः तेजसि गुरुत्वं नास्ति अत्र तस्य समर्थनात् दत्तमस्ति यथा अग्नेः दीपस्य च प्रकाशः उपरि गच्छति अधः अपि गच्छति किमर्थं चेत् अत्र तेजसि गुरुत्वं नास्ति तत्कारणात् अत्र दीपस्य अग्निः उपरि अपि गच्छति अधः अपि गच्छति परन्तु सुवर्णं सर्वदा अधः एव पतति किमर्थं चेत् अत्र सुवर्णे गुरुत्वमस्ति तत्कारणात् पुनः अत्र गुरुत्वं पृथिव्याम् अपि अस्ति जले अपि अस्ति सुवर्णं जलं न इति अत्र तत्र तर्कमस्ति सुवर्णे गुरुत्वमस्ति पृथिव्यां गुरुत्वमस्ति जले गुरुत्वमस्ति सुवर्णं जलं न इति तु सम्मतमेव तत्कारणात् अत्र सुवर्णं जलं न परन्तु पृथिवी किमर्थं चेत् यथा पृथिव्यां गुरुत्वमस्ति सुवर्णे अपि गुरुत्वमस्ति परन्तु सुवर्णं जलं न तत्कारणात् सुवर्णं पृथिवी एव इति तत्र अत्र चारुवाकस्य तर्कमस्ति अत्र किमर्थं सुवर्णं पृथिवी अस्ति तस्य समर्थनं तदा तस्य समर्थनं चारुवाकः कृतवन्तः बहु समीचीनं महोदय तदेव अस्ति अत्र अत्र गुरुत्वम् इत्युक्ते किं कोऽपि स्मरति वा गुरुत्वम् अस्माकं पदा गुरुत्वम् इत्युक्ते यदि वयम् उपरिष्टात् किमपि त्यजामः यदि वस्तुः अधः पतति अत्र आकर्षणः अस्ति खलु तत्कारणात् एव अत्र गुरुत्वम् इति अत्र दत्तमस्ति उत्तमं तदेव परन्तु मम प्रश्नः किञ्चित् भिन्नः आसीत् तत्र अस्माकं पदार्थेषु गुरुत्वं कुत्र भवति पदार्थेषु गुरुत्वं पृथ्वी अस्ति चेत् पृथ्वी अस्ति चेत् पृथ्वी अथवा जलं द्वयोः दत्तमस्ति अत्र चारुवाकः सत्यं परन्तु तत्र अस्माकं सप्तपदार्थाः इति दृष्टवन्तः खलु तेषु कुत्र अन्यतमः अस्ति गुरुत्वम् इति तत्र एकवारं गुणः सत्यं गुणः पदा गुरुत्वम् इति गुणः अस्ति गुरुत्वम् इति गुणः तत्र गुणः अस्ति इति कारणात् तत्र द्रव्ये भवति परन्तु तत्र सर्वेषु द्रव्येषु भवति इति न केवलं पृथिव्याम् अपि च जले गुरुत्वम् इति गुणः वर्तते अन्येषाम् अन्येषु द्रव्येषु तु गुरुत्वम् इति गुणः नास्ति यतोहि तत्तु यथा भवान् उक्तं तत्र यदा किमपि त्यजामः उपरिष्टात् तत्र अधोगमनं भवति चेत् तत्र गुरुत्वम् इति वदामः तत्र यथा जलं तत्र जलमपि तथा गच्छति खलु तत्र अधोगमनं तु तत्र स्वाभाविकमस्ति जलस्य अपि तथैव तत्र पुस्तकं वा यत्किमपि पार्थिवद्रव्यं वयं त्यजामः चेत् तदपि तत्र स्वाभाविकमस्ति तत्र अधोगमनम् इति परन्तु वायुः तु तथा नास्ति खलु सर्वदा तद् अधोगमनम् इति नास्ति तदेव अस्ति तेजः अपि तत्र तद् उपरि अपि गन्तुं शक्नोति अधः अपि तथैव आकाशः कालः तत्र तु प्रायः तस्य प्रसङ्गः एव न उद्भवति इति चिन्तयामि तर्हि तत्र गुरुत्वम् इति यः गुणः अस्ति तत् केवलं पृथ्व्याम् अस्ति अपि च जले अस्ति. अत्र तु स्वर्णं जलं न इति तु सर्वे अङ्गीकुर्वन्ति. तर्हि आहत्य तत्र स्वर्णमपि स्वर्णे अपि गुरुत्वम् अस्ति, गुरुत्वं पृथिव्याम् अपि च जले, स्वर्णं जलं न इति कारणात् स्वर्णं पृथ्वी एव इति तेषां द्वितीयतर्कः अस्ति. तर्हि प्रथमतर्कः आसीत् तत्र पीतरूपः, पीतरूपम् इति रूपमस्ति यत् केवलं पृथिव्याम् अस्ति, तत् स्वर्णे अस्ति. द्वितीयमस्ति तत्र गुरुत्वम् इति गुणः यत् पृथिव्याम् अथवा जले अस्ति, परन्तु स्वर्णं जलं न इति कारणात् तदपि पार्थिववस्तु एव इति. अवगतम्? अवगतं भगिनि, धन्यवादः. अपि च तत्र यत् प्रथमं वाक्यं भवान् पठितवान् खलु, तत्र स्वर्णं पार्थिवं जलभिन्नत्वे सति गुरुत्वात् इति तस्य वाक्यस्य अवगमनम् इदानीम् अस्ति वा? तत्र जलभिन्नत्वे सति इत्युक्ते कीदृशप्रयोगः अत्र? अत्र सती सप्तमी जलभिन्नत्वे सति इति, अत्र जले अपि गुरुत्वम् अस्ति, पार्थिव्याम् अपि गुरुत्वम् अस्ति, परन्तु सुवर्णं तु पार्थिवद्रव्यं, तस्मिन् गुरुत्वत्वं यः गुरुत्वम् अस्ति तत्तु पार्थिव्यां यः गुरुत्वम् अस्ति तथैव, परन्तु जले यः गुरुत्वम् अस्ति तद् नास्ति इति अत्र महोदय. सुवर्णे गुरुत्वमस्ति, जलं च गुरुत्वमस्ति, सुवर्णः जलं न. अस्तु, अग्रे वदतु भगिनि, सम्यक् एव. एकनिमिष. गुरुत्वं पृथिव्यां जले एव इति उक्तम्. सुवर्णं जलं न. अस्तु महोदय, अहं तु वक्तव्यम् आहत्य सुवर्णं जलापेक्षया भिन्नम्. तदेव, परन्तु तस्मिन् गुरुत्वम् अस्ति अतः पृथ्वी एव स्यात्. सुवर्णे पृथ्वी अस्ति, तथैव गुरुत्वम् अस्ति, जल नास्ति, जलं नास्ति. अस्तु, सम्यक् भगिनि. तत्र सम्यक्, बहु सम्यक्. तत्र तत्र वाक्यं महोदय, तत्र गुरुत्वं तत्र जल किञ्चित् भिन्नं भिन्नं उक्तवान् भगिनि. अत्र अहं तत्तु सम्यक् इदानीम् अवगतं सम्यक्तया. अत्र इत्युक्ते सुवर्णं पार्थिवं जलभिन्नत्वे सति गुरुत्वात् इत्युक्ते अत्र पार्थिव्यां गुरुत्वम् अस्ति, जले अपि गुरुत्वम् अस्ति, परन्तु सुवर्णं पार्थिवं परन्तु सुवर्णं जलं न. यतोपि जले अपि जले अपि गुरुत्वम् अस्ति, सुवर्णे अपि गुरुत्वम् अस्ति, परन्तु सुवर्णं जलं न इति सुवर्णं पार्थिवम् एव. यतोपि द्वयोः गुरुत्वम् अस्ति परन्तु सुवर्णं पार्थिवं परन्तु जलं न इति प्रायः तस्य प्रतिपादनं अधः लिखितम् अस्ति. एकक्षणं भगिनि क्षम्यतां, तत्र जलभिन्नत्वे सति इत्युक्ते जलभिन्नत्वं स्वर्णे अस्ति खलु, तर्हि तत्र स्वर्णं जलं न इति कारणात् जलभिन्नता स्वर्णे अस्ति, तर्हि स्वर्णं जलं न इति कारणात् अपि च गुरुत्वात् इत्युक्ते तत्र गुरुत्वमपि तत्र पञ्च अस्ति खलु, तत्र गुरुत्वम् अपि अस्ति इति कारणात् तत्र स्वर्णं पार्थिवम् इति वयं वक्तुं शक्नुमः इति अस्ति तत् वाक्यं। धन्यवादः भगिनि। पुष्पा भगिनी किमपि अन्यत् वक्तुम् इच्छति वा? न भगिनि, न भगिनि, सम्यक् अस्ति न। तर्हि रामप्रिया भगिनी भवती अग्रे पठति वा? आं भगिनि। सिद्धान्तः, सुवर्णे तेजः अपि अस्ति, पृथिवी अपि अस्ति, सिद्धान्ती नैयायिकः। पृथिव्यां कुत्रचित् नैमित्तिकं द्रवत्वं भवति, इत्युक्तौ द्रवत्वस्य हेतुः अस्ति चेत् कानिचन पार्थिवद्रव्याणि द्रवस्य आकारं प्राप्नुवन्ति, यथा घृतम्। अग्निसंयोगे सति घृतद्रवः भवति, घृतं द्रवः भवति, घृते द्रवत्वम् उत्पद्यते, तस्मिन् घृते पुनः इतोपि तेजसंयोगः क्रियते चेत् तद् द्रवत्वं नश्यति। सिद्धान्तः इत्युक्ते नैयायिकः इति किल? आं भगिनि। तस्य वादः अस्ति, सुवर्णे तेजः अपि अस्ति, पृथिवी अपि अस्ति, पृथिवी अपि तेजः अपि सुवर्णे अस्ति इति नैयायिकः सिद्धान्तः। तत्र पूर्वस्मिन् परिच्छेदे अन्तिमवाक्यं किञ्चित् तत्र अवधेयं ददातु, तत्र अस्ति आहत्य स्वर्णं जलापेक्षया भिन्नं, परन्तु तस्मिन् गुरुत्वम् अस्ति, अतः पृथिवी एव स्यात् इति अस्ति, तत्र एव इति किञ्चित् मुख्यांशः, इत्युक्ते तत्र तेषां मतम् अस्ति स्वर्णं पृथिवी एव इति, परन्तु नैयायिकानां मतम् अस्ति तत्र पृथिवी अपि अस्ति तेजः अपि अस्ति इति, तदेव तत्र नैयायिकाः तु पृथिवी न इति न वदन्ति, तत्र पृथिवी अस्ति इति अपि अङ्गीकुर्वन्ति, परन्तु तेजः अपि अस्ति इति एव ते वदन्ति, तस्य एव तत्र तत् कथं स्थापयन्ति इति एव अत्र अग्रे अस्ति, अस्माकं किञ्चित् मनसि स्यात्। अग्रे वदतु भगिनि। पृथिव्यां कुत्रचित् नैमित्तिकं द्रवत्वं भवति, नैमित्तिकं निमित्तिकं किम् अस्ति भगिनि? नैमित्तिकं द्रवत्वम् इत्युक्ते न, द्रवत्वम् इत्युक्ते द्रव्यम् इति न, सालिड् सालिड् न तथा न, द्रवत्वम् इत्युक्ते जलमिव अस्ति खलु, तत्र लिक्विड् लिक्विड् क्षम्यतां, यत् स्रवति तदेव, यत् स्रवति तदेव द्रवत्वं। नैमित्तिकं द्रवत्वम् इत्युक्ते तत्र सर्वदा द्रवत्वम् इति न, केनापि निमित्तेन एव तत्र तादृशद्रवत्वम् आगच्छति इति, तत्र निमित्तम् अनुसृत्य एव द्रवत्वं भवति इति, यथा घृतं खलु, घृतं तु साधारणतया घृते द्रवत्वं नास्ति, परन्तु तत्र किमपि निमित्तम् आगच्छति चेत्, अग्निसंयोगः किमपि तथा तादृशनिमित्तम् आगच्छति चेत् तत् तादृशध्रुवत्वम् उत्पद्यते घृते, तदेव वदतु भगिनि। इत्युक्तौ द्रवत्वस्य हेतुः अस्ति चेत्, कारणम् अस्ति चेत् कानिचन पार्थिवद्रव्याणि द्रवस्य आकारं प्राप्नुवन्ति, तस्य रूपं प्राप्नुवन्ति पार्थिवद्रव्याणि, उदाहरणमस्ति घृतं, यदा अग्निसंयोगः सति चेत् घृतं द्रवः भवति, तस्मिन् घृते पुनः इतोपि अग्निः संयोगः भवति चेत् तस्य नाशं द्रवत्वस्य एव नाशं भवति, इत्युक्ते तत्र यदा घृतं वयं अग्न्यां स्थापयामः चेत् तत्र प्रथमं तत्तु द्रवः नास्ति खलु, प्रथमं तद् द्रवं भवति, तदनन्तरं तत्र भस्मीभूतः भवति खलु, तर्हि तत्र द्रवत्वं द्रवत्वस्य नाशमपि भवति तत्र किञ्चित् समयानन्तरं. अग्रे पठतु. अधुना पात्रद्वयम् अस्ति. बृहति पात्रे जलं संस्थापितं, तस्मिन् जले पुनः लघुपात्रं स्थापितं यस्मिन् घृतम् अस्ति. बृहत् पात्रस्य अधः अग्निः आरब्धः. उष्णसंयोगेन घनं घृतं द्रवः भवति. ततः अग्रे यावत् अग्निसंयोगं करोति घृते विद्यमानं द्रवत्वं न नश्यति. अग्निघृतयोः मध्ये यत् जलम् अस्ति तत् जलं घृतद्रवत्वनाशं प्रतिबध्नाति. अतः घृतद्रवत्वनाशं प्रति जलं प्रतिबन्धकम् इत्युच्यते. अत्र पात्रद्वयं यदा स्वीकुर्मः चेत् बृहती पात्रे जलं संस्थापितं, तस्मिन् जले पुनः एकं लघुपात्रं स्थापित्वा तस्मिन् घृतं स्थापयामः चेत् अनन्तरं बृहत् पात्रस्य अधः अग्निः आरब्धं करोति. उष्णसंयोगेन घनं घृतं द्रव्यं भवति, प्रथमं द्रवः भवति, ततः अग्रे अग्निसंयोगं करोति, घृते विद्यमानं द्रवत्वं तु न नश्यति, इदानीं न नश्यति. अग्निघृतयोः मध्ये जलमेव प्रतिबन्धकम् अस्ति. घृतद्रवत्वनाशं प्रति जलं प्रतिबन्धकं भवति. प्रतिबन्धकम् इत्युक्ते बाधा भवति वा? सत्यं सत्यं. तर्हि अत्र यदा वयं तत्र घृतं साक्षात् अग्निमध्ये स्थापयामः चेत् साक्षात् अग्निसंयोगः भवति चेत् प्रथमं यद् दृढं घृतम् अस्ति तत्र घनम् अस्ति तस्य प्रथमं द्रवत्वं भवति, तदनन्तरं तस्य तद् भस्मीभूतः अपि भवति. परन्तु इदानीं वयं तत्र किमपि मध्ये जलं स्थापयामः चेत् तत्र मध्ये किमपि अन्यमाध्यम् अस्ति चेत् तर्हि तद् माध्यं तत्र बाधां करोति तादृश परिवर्तनं प्रति. इत्युक्ते तत्र तस्मिन् समये किं भवति चेत् तत्र यद् घृतम् अस्ति तद् प्रथमं तु घनम् अस्ति, तदनन्तरं तस्य द्रवः भवति, घृतः द्रवः भवति, परन्तु तत्र भस्मीभूतः न भवति, तद् द्रवत्वनाशः तु न भवति, तद् द्रवत्ववस्थायामेव तिष्ठति. यतोहि मध्ये किञ्चित् अन्य माध्यम् आगच्छति, तर्हि तादृशमाध्यं तत्र बाधां करोति तादृशपरिवर्तनाय. अवगतं वा? तत्र प्रश्नः अस्ति वा तत्र किमर्थं तत्र घृतं साक्षात् अग्निसंयोगं भवति चेत् किं भवति, तत्र मध्ये जलम् आगच्छति चेत् जलस्य तत्र कार्यं किम् इति? अवगतं. अस्तु, तर्हि अग्रे राजी भगिनी पठतु वा? वदतु भगिनी. प्रतिबन्धकम् अत्र समान पद अस्ति, समानपद प्रतिबन्धकं. प्रतिबन्धकम् इत्युक्ते तत्र जलं बाधा करोति इति एव अर्थः अत्र. तत्र इत्युक्ते तत्र द्रवत्वनाशं प्रति, इत्युक्ते तत्र यदा तत्र जलं नास्ति तर्हि तत्र द्रवत्वनाशं भवति खलु, तत्र यदा तत्र जलं नास्ति चेत् तत्र साक्षात् अग्निसंयोगः जायते, साक्षात् अग्निसंयोगः जायते चेत् तत्र द्रवत्वनाशानन्तरं तत्र भस्मीभूतः भवति. परन्तु इदानीं तु तादृश तत्र कृष्णवर्णीयः तत् किमपि भवति खलु, तादृशं भवति. परन्तु इदानीं तु जलम् अस्ति इति कारणात् तादृशपरिवर्तनं न भवति. तदेव द्रवः, घृतं तु द्रवः एव तिष्ठति. क्षम्यतां महोदय. वदतु महोदय. द्रवत्वस्य हेतुः अस्ति चेत् कानिचन पार्थिवद्रव्याणि द्रवस्य आकारं प्राप्नुवन्ति इति वाक्ये हेतुः इति कः हेतु? द्रवस्य हेतुः इत्युक्ते निमित्तं, निमित्तम् इति वक्तुं शक्नुमः. इत्युक्ते तत्र यथा घृतम् अस्ति चेत् तत्र अग्निसंयोगः यावत्पर्यन्तम् अग्निसंयोगः नास्ति तावत्पर्यन्तं घृतं तु दृढमेव भवति खलु, न तु द्रव आकारः प्राप्नोति. तादृशनिमित्तं यदा भवति चेदेव तस्य आकारस्य परिवर्तनं भवति इति. अस्तु महोदय, भवानेव पठतु अग्रिमपरिच्छेदं. अहं पठामि वा महोदय? पठतु भगिनि, पठतु. असति प्रतिबन्धके अत्यन्तानलसंयोगे पार्थिवद्रत्वं पार्थिवद्रवत्वं नश्यति. घृतं यत् घनम् आसीत् अग्निसंयोगेन द्रवः जातः, तदा अत्यन्तानलसंयोगे पुनः घनम् आकारं प्राप्तं. घृतं ज्वलति, तस्य च कृष्णरूपं भवति. परन्तु जलप्रतिबन्धके सति अत्यन्तानलसंयोगे सति अपि पार्थिवद्रव्यं न नश्यति. जलादिप्रतिबन्धकं नास्ति चेत् अत्यन्तानलसंयोगे सति पार्थिवद्रवत्वं नश्यति. अस्तु भगिनि, यदि बृहत् पात्रम् अस्ति, पात्रस्य अन्ते एकम् अन्यं पात्रं स्थापयित्वा उष्णं करोति चेत् जलम् उष्णं भवति, तत् कारणात् घृतं लघुत्वं भवति, द्रवत्वं भवति. द्रवत्वं साक्षात् अग्ने यदि घृतं स्थापितं चेत् प्रथमं द्रवत्वं भवति, अनन्तरं द्रवत्वं नश्यत्वा घृतं कृष्णवर्णं भवति, कृष्णरूपं भवति. किमर्थम् इत्युक्ते साक्षात् अग्नेः कारणात्. यदि वयं किमपि मध्ये स्थापयित्वा कुर्वन्ति चेत् तत्र न भवति. प्रतिबन्धकम् अस्ति चेत् घृतस्य वर्णं कृष्णं न भवति, द्रवत्वमेव प्राप्नोति. तर्हि अत्यन्तानल संयोगे वदामि भगिनि, एकक्षणं. अनलः इत्युक्ते किम्? अग्निः एव. अग्निः एव, सत्यम्. आम् आम्. तर्हि तत्र वदतु भगिनि, अत्यन्त अनलसंयोगः इत्युक्ते किम् इति वदतु. अत्यन्त अनलसंयोगे अत्यन्त इत्युक्ते अन्ते यदि अनलः संयोगः अस्ति चेत् द्रवत्वं पार्थिवद्रवत्वं नश्यति. एकक्षणं भगिनि, भगिनि भगिनि एकक्षणं, किञ्चित् अग्रे गतवती. केवलम् अत्यन्त अनलसंयोगः इत्युक्ते किम् इति प्रथमं वदतु. अनल अग्निः अनलः इत्युक्ते अग्निः, अग्निसंयोगः. अत्यन्त अग्निसंयोगः इत्युक्ते अत्यन्त इत्युक्ते अत्यन्त अग्निसंयोगः इत्युक्ते बहु बहु अधिकम् इत्युक्ते अधिक अधिक अग्निसंयोगः इति. तर्हि तत्र असति प्रतिबन्धके इत्युक्ते अर्थः कः? प्रतिबन्धके असति प्रतिबन्धके इत्युक्ते बृहत् पात्रं पात्र अन्ते यदि वयं लघुपात्रं स्थापयित्वा उष्णं करोति चेत् अत्यन्त अनलः न भवति. अत्यन्त एकक्षणं भगिनि, भगिनि एकक्षणं, तत्र किम् अस्ति, तत्र वाक्यं पठतु. असति प्रतिबन्धके अत्यन्त अनलसंयोगे पार्थिवद्रवत्वं नश्यति खलु. यदा बृहत् पात्रे जलं स्थापयित्वा लघुपात्रे घृतं स्थापयामः चेत् वयं किं दृष्टवन्तः तत्र पूर्वस्मिन् परिच्छेदे, तत्र पार्थिवद्रवत्वं न नश्यति इति पठितवन्तः. परन्तु अत्र वाक्यमस्ति पार्थिवद्रवत्वं नश्यति इति. बहु एकक्षणं पुष्पा भगिनी, पुष्पा भगिनी एकक्षणं, क्षम्यताम् एकक्षणं. किमर्थं भगिनि, किमर्थम् इत्युक्ते साक्षात् घृतपात्रं अनले अत्यन्त अग्ने अत्यन्त अन्नसंयोगेन नाशं भवति. उत्तमं. तर्हि असति प्रतिबन्धके इत्युक्ते अर्थः कः? असति प्रतिबन्धके इत्युक्ते मध्ये कोऽपि प्रतिबन्धकम् अस्ति चेत् न, इदानीं भवती यद् उक्तवती, भवती एव उक्तवती खलु, भवती उक्तवती तत्र घृतं साक्षात् अत्यन्त अन्नलसंयोगः भवति, तदर्थमेव पार्थिवद्रवत्वं नश्यति इति. तर्हि मध्ये कुतः आगतं मध्ये इदानीं? तर्हि असति प्रतिबन्धके इत्युक्ते प्रतिबन्धकम् इत्युक्ते बृहत् पात्र, सत्यं, लघुपात्रं मध्ये कोऽपि अस्ति चेत् तावदेव प्रतिबन्धकं. सत्यम्. असति प्रतिबन्धके इत्युक्ते किं? तत् प्रतिबन्धके तत् प्रतिबन्धके इति अर्थः. न, तत्र असति इत्युक्ते असति, सति इत्युक्ते जानाति खलु, तत्र सतिसप्तमी मध्ये सति इति वदामः. असति इत्युक्ते सति नास्ति इति, इत्युक्ते प्रतिबन्धकः तत्र सतिसप्तमी प्रयोग, क्षम्यताम् एकक्षणं, सतिसप्तमी प्रयोगः एव अस्ति, परन्तु तत्र अर्थः किञ्चित् विपरीतः अस्ति. असति प्रतिबन्धके इत्युक्ते यदा प्रतिबन्धकः तावदेव चेत् इदानीं वदतु. प्रतिबन्धकः नास्ति चेत् अत्यन्त अनलसंयोगे पार्थिवद्रवत्वं नाशं भवति. प्रतिबन्धकः अस्ति चेत् द्रवत्वस्य नाशं न भवति. उत्तमम् उत्तमं, तावदेव. तर्हि यदा प्रतिबन्धकम् अस्ति तदा द्रवत्वं तिष्ठति, यदा प्रतिबन्धकं नास्ति तदा द्रवत्वस्य नाशं भवति इति. आम् आं भगिनि, आम्. तर्हि तत् घृतं ज्वलति, तस्य कृष्णरूपं भवति, यदा कृष्णरूपं प्राप्नोति तस्मिन् समये द्रवत्वं नश्यति इति. आम् आम् आं भगिनि. क्षम्यतां, वदतु महोदय. वाक्यमस्ति घृतं यत् घनमासीत् अग्निसंयोगेन द्रवः जातः साधु, तदा अत्यन्त अनलसंयोगे पुनः घनम् आकारं प्राप्तं. सो एवं चेत् अनलः इति वायु वा पवनं वा? महोदय, अनलः इत्युक्ते अग्निः एव, परन्तु यदा घृतं वयम् अत्यन्त अनलसंयोगः कुर्मः तत्र प्रथमं ध्रुवत्वं भवति, तदनन्तरं तत्र कृष्णवर्णीय तत्र भस्ममिव भवति खलु, तत्र कृष्णवर्ण किं वदामः, तत्र किमपि दृढं कृष्णवर्णस्य दृढं वस्तु इव भवति तत्र अधोभागे तिष्ठति पात्रे. घनमित्युक्ते दृढम् इत्युक्ते सालिड्. तर्हि तत्र प्रथमं घृतं तु घनम् आसीत्, तदनन्तरं द्रवत्वं भवति, अनन्तरं द्रवत्वस्य नष्टः भवति. इत्युक्ते तीव्र उष्णेन द्रवत्वं नाशं प्राप्नोति. सत्यं सत्यं, तदेव. अस्तु, अन्यत् कोऽपि प्रश्नः अस्ति वा? अस्तु, तर्हि महोदय भवानेव पठति वा अग्रे? अधुना सुवर्णम् अनलसंयोगे सति सुवर्णं द्रवः भवति, अत्यन्त अनलसंयोगे सति अपि द्रवत्वं तिष्ठति एव, सुवर्णः पुनः घनं न भवति। यद्यपि अग्निसुवर्णयोः मध्ये जलं न स्यात् तथापि सुवर्णस्य द्रवत्वं तिष्ठति, अतः सुवर्णस्य अन्तः एव द्रवत्वनाशं प्रति किञ्चन प्रतिबन्धकं स्यात्। तच्च प्रतिबन्धकं पृथिवी न भवितुम् अर्हति, यतोहि अनलसंयोगे पृथिवी स्वयं ज्वलति, जलम् अपि न भवितुम् अर्हति सुवर्णे जलस्य अभावात्। तत्र सर्वेषाम् अङ्गीकारः वैवादिषु द्रव्येषु रूप अभावात् सुवर्णे न भवितुम् अर्हन्ति, केवलं तेजः अवशिष्यते, अतः सुवर्णे द्रवत्वनाशं प्रति विद्यमानं प्रतिबन्धकं तेजः एव स्यात्। अधुना सुवर्णम् अनलसंयोगे सति सुवर्णं द्रवः भवति, अत्यन्त अनलसंयोगे सति अपि द्रवत्वं तिष्ठति। प्रथम प्राथम्येन अनलसंयोगे सति सुवर्णं द्रवः भवति, तदनन्तरम् अत्यन्त अनलसंयोगे सति अपि द्रवत्वं तिष्ठति, द्रवत्वं तिष्ठति एव सुवर्णं पुनः घनं न भवति। भगिनि एकः सन्देहः, सुवर्णं पुनः घनं न भवति कथं? घनं भवति किल, किञ्चित् समयानन्तरं पुनः तु घनं भवति एव। न, तत्र वाद्यं पठतु भगिनि। अत्यन्त अनिल अस्ति चेत् अत्यन्त अनिल पुष्पा भगिनी क्षम्यतां, भवत्याः क्रमः यदा भवति तदा वदतु भगिनी, एकक्षणं क्षम्यतां। राजी भगिनी भवती एव तद् वाक्यं पठतु एकवारम्। अनलसंयोगे सति सुवर्णं द्रवः भवति, अत्यन्त अनलसंयोगे सति अपि द्रवत्वं तिष्ठति एव, सुवर्णं पुनः घनं न भवति। मम सन्देहः एकक्षणम् इत्युक्ते अर्थः कः, तत् प्रथमं वदतु। प्रथमं सुवर्णं अनलसंयोगे भवति चेत् द्रवः भवति, अत्यन्त अनलसंयोगे भवति सति अपि द्रवत्वं तिष्ठति एव, तावत् सत्यं। परन्तु सुवर्णं पुनः घनं न भवति इति वाक्यम् उक्तं, तदेव मम सन्देहः, पुनः घनं किमर्थं न भवति? भवत्याः प्रश्नः अवगतः मया, एकक्षणम्। तत्र पुनः घनं न भवति इत्युक्ते यावत्पर्यन्तम् अत्यन्त अनलसंयोगः अस्ति तावत्पर्यन्तं पुनः घनं न भवति। तत्र अत्यन्त अनलसंयोगस्य अनन्तरम् इति न, तदेव आसीत् खलु भवत्याः भ्रमः? पुनः घनं न भवति इति मम सन्देहः अस्ति, किञ्चित् अनलः अनलसंयोगः नास्ति चेत् अनलविभागः भवति चेत् तथा नास्ति, घनं भवति एव किल। हा, तत्र विषयः अस्ति, यदा घृतविषये दृष्टवन्तः तत्र यदा अत्यन्त अनल प्रथमम् अनलसंयोगेन द्रवः भवति घृतम्, अत्यन्त अनलसंयोगेन तद्द्रवत्वं नाशं भवति, यदा मध्ये तत्र किञ्चित् प्रतिपादकम् आगच्छति, जलम् इति माध्यम् आगच्छति, तस्मिन् समये एव तत्र द्रवत्वस्य नाशम् अभूत्वा जलमिति एव तिष्ठति। परन्तु अत्र स्वर्णविषये पश्यामः चेत् स्वर्णम् अत्यन्त अनलसंयोगे सति चेत् अपि तत्र द्रवरूपेण एव तिष्ठति, तत्र तस्य तस्य गणत्वं न भवति. यथा घृतं गणत्वं गणं भवति तथा स्वर्णस्य गणं न भवति अत्यन्त अनलसंयोगः अस्ति चेदपि. अवगतं वा तावत्पर्यन्तं सर्वे? तावत्पर्यन्तम् अवगतं. मम सन्देहः अत्र अत्र वाक्यं सुवर्णं पुनः घनं न भवति इति. तत्र तदेव भगिनि, सुवर्णं पुनः घनं न भवति इत्युक्ते तत्र अद्याग्रहम् अस्ति, यावत्पर्यन्तम् अत्यन्त अनलसंयोगः अस्ति तावत्पर्यन्तं न घनं न भवति इति. यथा घृतम् अत्यन्त अनलसंयोगे घनं भवति तथा स्वर्णं घनं न भवति इति. ओ अस्तु अस्तु भगिनि. अस्तु अस्तु धन्यवादः. अवगतम्. अस्तु उत्तमं. तर्हि महोदय अग्रे वदति वा? अत्यन्त अनलसंयोगे सति अपि कण्टिन्यूस् तदनन्तरं तत् गणं तदनन्तरं पुनः स्वर्णगणत्वं न भवति इति. यद्यपि अग्निस्वर्णयोः मध्ये जलं न स्यात् तथापि स्वर्णस्य द्रवत्वं तिष्ठति. यद्यपि अग्निस्वर्णयोः मध्ये जलं न स्यात् तथापि स्वर्णस्य द्रवं तिष्ठति. जलं स्थापयति चेत् पुनः घनत्वं पुनः भवति. जलं न न तथा न महोदय. एकक्षणं महोदय, तत्र तत्र किञ्चित् घृतविषये यत् पठितवन्तः तेन सह किञ्चित् संयोजयित्वा पश्यामः चेत् किञ्चित् अवगमनं सम्यक् भवति. तत्र यथा तत् इदानीं वयं दृष्टवन्तः अनलसंयोगः सति चेत् अपि द्रवत्वं तिष्ठति एव, घनं न भवति इति यथा घृतविषये अभवत्. अस्तु, घृतविषये यथा प्रतिबन्धकम् आसीत् तस्मिन् समये एव तत्र द्रवत्वनाशं न अभवत्, सत्यम्? परन्तु इदानीं स्वर्णविषये तत्र यदा अग्निस्वर्णयोः संयोगः भवति तत्र मध्ये जलं तु नास्ति. यद्यपि तत्र मध्ये जलं नास्ति तथापि तत्र स्वर्णस्य द्रवत्वं तिष्ठति, स्वर्णस्य द्रवत्वं न नश्यति. तर्हि घृतम् इव नास्ति. घृतविषये तु यदा वयं दृष्टवन्तः घृतमिति पार्थिववस्तु अस्ति, यत्र घृतविषये वयं दृष्टवन्तः तत्र स्वर्णमपि घृतमिव तत्र नैमित्तिकद्रवत्वमेव अस्ति स्वर्णे अपि. परन्तु घृते तु तत्र अत्यन्त अनलसंयोगेन पुनः घनम् अभवत्, यदा प्रतिबन्धकम् अस्ति चेदेव द्रवत्वं तिष्ठति. परन्तु स्वर्णं तु प्रतिबन्धकं विना अपि द्रवत्वं तिष्ठति अत्यन्त अनलसंयोगे अपि. अस्तु, तर्हि अग्रिमवाक्यं पठतु इदानीम्. अतः सुवर्णस्य अन्तः एव द्रवत्वनाशं प्रति किञ्चन प्रतिबन्धकं स्यात्. अवगच्छति वा? स्वर्णस्य अन्तः द्रवत्वनाशं प्रति किञ्चन प्रतिबन्धकं स्वयमेव स्यात्. सत्यम्. इत्युक्ते तत्र घृतविषये तु तत्र मध्ये जलमिति किञ्चित् अन्यद्रव्यस्य अपेक्षा आसीत्, परन्तु स्वर्णस्य विषये तु न तथा. तत्र स्वर्णे एव किमपि अन्य अंशः अस्ति, येन कारणेन तादृशद्रवत्वनाशं न भवति. इदानीं तत्र की तत् प्रतिबन्धकं किम् इति प्रश्नः आगच्छति. सो इदानीं वयं तत्र स्वर्णे तु पार्थिवांशः अस्ति इति वयं ज्ञातवन्तः. तर्हि तत्र प्रश्नः अस्ति, तत्र स्वर्णे तत्र कीदृश अंशः अस्ति येन कारणेन तादृशद्रवत्वनाशं न भवति इति. अग्रे पठतु महोदय. तच्च प्रतिबन्धकं पृथिवी न भवितुमर्हति यतोहि अनलसंयोगे पृथिवी स्वयं ज्वलति. प्रतिबन्धकं पृथिवी न भवितुमर्हति इत्युक्ते वयं तत्र पृथिवी स्वयं ज्वलति. तत्र पूर्वं वयं दृष्टवन्तः स्वर्णे तु पृथ्वी अंशः अस्ति इति, परन्तु तत् पृथ्वी अंशः यः अस्ति स्वर्णे तेन कारणेन तथा तत्र प्रतिबन्धकं यत् यः पृथ्वी अंशः अस्ति स्वर्णे सः अंशः प्रतिबन्धकम् इति भवितुं न अर्हति. किमर्थं चेत् पृथ्वी एव स्वयं चलति, तर्हि तत्तु प्रतिबन्धकम् इति भवितुं न अर्हति. अवगतं वा? जलमपि न भवितुम् जलमपि न भवितुमर्हति सुवर्णे जलस्य अभावात्. स्वर्णे जलं नास्ति तस्मात् जलमपि तु जलमपि न भवितुमर्हति, प्रतिबन्धं न भवितुमर्हति किल. महोदय अग्रे वदतु महोदय. तत्र सर्वेषाम् अङ्गीकारः वैभागेषु द्रव्येषु रूप अभावात् सुवर्णे न भवितुम् अर्हन्ति. वैभागेषु तत्र वायुवादिषु वायुवादिषु तत्र प्रथमपुटं पश्यतु. अस्माकं नवद्रव्याणि सन्ति खलु, अत्र वायु अनन्तरं वायु आकाशः कालः दिक् आत्मा मनः इति यानि द्रव्याणि सन्ति तेषु तु रूपस्य अभावः अस्ति, परन्तु स्वर्णे तु रूपम् अस्ति इति कारणात् ते तत्र भवितुं नार्हति. इत्युक्ते वयं तत्र किं कृतवन्तः इत्युक्ते तत्र किम् अत्र नास्ति इति तत्र उक्तवन्तः खलु. तत्र किं तत्र कस्य अंशः तत्र भवितुं न अर्हति इति तत्र निषेधं कृतवन्तः. तर्हि तत्र पृथिवी अंशः अस्ति, परन्तु पृथिवी अंशः प्रतिबन्धकं नास्ति, तर्हि प्रतिबन्धक अंशः किञ्चित् किमपि अन्यः स्यात्. सः तु जलं नास्ति अपि च वायुवादि द्रव्याणि नास्ति इति, तर्हि अवशिष्यद्रव्यं तु केवलं तेजः एव. अस्तु अग्रिमवाक्यं पठितुं महोदय. वायुवादिषु इति रूपं वैवादिषु वा अथवा मुद्रणदोषं? वायुवादेषु इति एव तत्र मुद्रणदोषं भवितुम् अर्हन्ति. केवलं तेजः अवशिष्यते, अतः सुवर्णे द्रवत्वनाशं प्रति विद्यमानं प्रतिबन्धकः तेजः एव स्यात् तर्कम्. अवगतं वा इदानीं? तर्हि तत्र अन्ततो गत्वा तत्र वायु नास्ति तस्मात् सुवर्णे द्रवनाशं प्रति विद्यमानं प्रतिबन्धं तेजः एव प्रतिबन्धः. परन्तु तत्र केवलं वायु नास्ति इति न, वायुवादि वायुवादि इत्युक्ते तत्र वायु आकाशः कालः दिक् आत्मा मनः इति तानि सर्वाणि द्रव्याणि तत्र अन्तर्भूतानि तानि न सन्ति अत्र इति उक्त्वा तत्र केवलं तेजः एव अवशिष्यते, अतः स्वर्णे तत्र प्रतिबन्धकरूपेण तेजः एव अस्ति इति. तर्हि तत्र स्वर्णे पार्थिव अंशः अपि अस्ति तैजसम् अपि अस्ति इति आहत्य साधितवन्तः. अवगतं वा? भगिनी मया न अवगतं, किञ्चित् विवरणं करोति वा? मम सन्देहमस्ति, मम कुत्र सन्देहम् इत्युक्ते अत्र वाक्यं लिखति तच्च प्रतिबन्धकं पृथिवी न भवितुम् अर्हति यतोहि अनलसंयोगे पृथिवी स्वयं ज्वलति इत्युक्ते अर्थं किं किं भगिनि? इत्युक्ते तत्र पूर्वम् अस्माभिः किम् उक्तम्? अस्माभिः उक्तं तत्र अत्यन्त अनलसंयोगेन स्वर्णस्य द्रवत्वं न नश्यति इति. आम् सत्यं. तर्हि तत्र स्वर्णस्य द्रवत्वं न नश्यति चेत् तत्र पूर्वम् अस्माभिः दृष्टं तत्र घृतस्य द्रवत्वं यथा तत्र प्रतिबन्धकरूपेण किमपि मध्ये अस्ति तदा एव तस्य द्रवत्वं न नश्यति इति. तर्हि स्वर्णस्य द्रवत्वं न नश्यति चेत् तत्रापि कश्चन अंशः स्यात् प्रतिबन्धकरूपेण, येन कारणेन तत्र द्रवत्वं न नश्यति इति. तावत्पर्यन्तम् अवगतम् भवत्या? अस्तु. तर्हि इदानीं स च प्रतिबन्धकः कः इति प्रश्नः. अस्तु, तर्हि तत्र नवद्रव्याणि सन्ति, तेषु द्रव्येषु एव अन्तर्भूतः स्यात्. तर्हि तत्र प्रथमं तत्र प्रतिबन्धक अंशः यः अस्ति सः स्वर्णमिति द्रव्यं खलु. तर्हि तत्र नवद्रव्याणि यानि सन्ति तेषु एव अन्तर्भूतः स्यात् तत्र प्रतिबन्धक अंशः, यतोहि स्वर्णमिति द्रव्यम्. सत्यम्? अस्तु भगिनि. आम्. तर्हि अत्र नवद्रव्याणि अस्ति चेत् प्रथमम् अस्ति पृथिवी. स्वर्णे तु पृथिवी पार्थिव अंशः अस्ति इति वयम् उक्तवन्तः. तत्तु तत्र किमपि चर्चा नास्ति, सन्देहं नास्ति. परन्तु पार्थिक इदानीं प्रश्नः अस्ति, तर्हि पार्थिव अंशः प्रतिबन्धक अंशः वा इति प्रश्नः. तत्र पृथिवी अनलसंयोगेन स्वयं ज्वलति. तत् पृथिवी तदा स्वयं ज्वलति चेत् तत् प्रतिबन्धकं भवितुं न अर्हति खलु. किमर्थं चेत् प्रतिबन्धकं हा. तर्हि तत्र पृथिवी यत् पार्थिवांशः स्वर्णे अस्ति तत् प्रतिबन्धकांशः नास्ति इति वयं साधितं. तर्हि किमपि अन्य द्रव्यांशः स्यात् येन यः प्रतिबन्धक अंशः अस्ति इति. तर्हि इति अस्माकम् अनुमानमस्ति. इदानीं स च अंशः कः इति प्रश्नः अस्ति, तत् किम् इति वयम् इदानीं साधनीयम् अस्माभिः साधनीयमस्ति. तर्हि तत्र द्वितीयं द्रव्यमस्ति जलम्. जलम् तत्र स्वर्णं तु जलं नास्ति इति सर्वे अङ्गीकरोति. तर्हि तत्र सर्वे अङ्गीकुर्वन्ति, तर्हि तत्र जलं तु न भवितुम् अर्हति एव. इत्युक्ते जलस्य अपि निषेधः अभवत्. तदनन्तरं तेजः अस्ति, इदानीं तेजः पृथक् करोतु. तदनन्तरं वायु अस्ति, वायु आकाशः दिक्कादि यत्सर्वं दिक्कालः आत्मा मनः इति यानि द्रव्याणि सन्ति तेषु तु रूपं नास्ति. रूपमित्युक्ते वर्णः रूपं नास्ति, परन्तु स्वर्णस्य तु रूपम् अस्ति. तर्हि ते अपि भवितुं तानि द्रव्याणि अपि स्वर्णे स्वर्णस्य अंशः भवितुं न अर्हन्ति. प्रतिबन्धकरूपेण अंशः भवितुं न अर्हन्ति किल? न अर्हन्ति. तर्हि अवशिष्यते तेजः एव. आम्, तेजः एव अवशिष्यते. तर्हि तेजः एव तत्र स्वर्णे तिष्ट्वा द्रवत्वनाशं प्रति प्रतिबन्धकं भवति इति साधितम् अस्माभिः. अस्तु भगिनि, अवगतं, धन्यवादः. अस्तु, अवगतं. चिन्ता भगिनि, एकः प्रश्नः. अतः घृते अपि तेजः भवति किल? किमर्थं घृतं तु तत्र स्वयं स्वर्णम् इव तत्र स्वयं अनलसंयोगेन द्रवत्वं द्रवत्वनाशं विना न तिष्ठति खलु. तत्र जलमिति प्रतिबन्धकम् आवश्यकं खलु घृतस्य कृते. तादृशप्रतिबन्धं विना घृते तेजः नास्ति इति अनुमानं वा? सत्यं. किमर्थं चेत् तत्र घृते तत्र यदा अनलसंयोगः भवति, इदानीम् अत्यन्त अनलसंयोगः भवति चेत् तत्र द्रवत्वस्य नष्टं भवति खलु, द्रवत्वं न तिष्ठति, तस्य नाशः भवति. परन्तु स्वर्णस्य विषये तु न तथा. स्वर्णं तु तत्र द्रवत्वं स्वर्णे तु तिष्ठति. पूर्वस्मिन् उदाहरणे हरिद्रा इति तत्र पीतरूप अस्ति इति. हा, तत्तु अन्यविषयः खलु. तत्र पीतरूपम् इति रूप तत्तु प्रथमं पूर्वपक्षिणः मतमस्ति. ते वदन्ति तत्र हरिद्रा इव पीतरूपम् अस्ति इति कारणात् स्वर्णं केवलं पार्थिववस्तु एव इति. तत्र तेजः अस्ति, तत्र अग्नि अग्नौ स्थापयति चेत् तस्य नाशं भवति. कस्य नाशं भवति? हरिद्रा. हा, परन्तु तत्र हरिद्रा तु द्रवः न भवति खलु. हरिद्रा तु तदेव. अत्र तु अस्माकं तत्र विषयः अस्ति द्रवत्वविषये. ओ एवम्. अतः घृते तेजः नास्ति इति अपि वयम् अनुमानं कुर्मः. हा, घृते तु नास्ति एव. किमर्थं चेत् तत्र घृतं तु केवलं पार्थिववस्तु इति वयं जानीमः एव खलु. तदर्थमेव तस्य द्रवत्वस्य नाशमपि भवति. धन्यवादः. अपर्णा भगिनी अग्रे पठति वा किञ्चित्? अपर्णा भगिनी अस्ति वा? भगिनि अहम् अस्मि. भगिनि अहम् अस्मि. पुष्प. हा, एकक्षणं भगिनि, तत्र अस्तु. कोऽपि अस्तु, कोऽपि अस्तु. हा, भवती. हा, पठतु अग्रिमपरिच्छेदः. अत्र किमर्थं सुवर्णं तैजसम् इति विषये विचारः जातः. अधः दीपिकाग्रन्थस्य कश्चन भागः उद्धृतः यस्मिन् एतत् सर्वं प्रतिपादितम्. अग्रे पाठ्यतां कुत्र पर्यन्तं स्वस्य बोधः सम्पूर्णः इति दृश्यताम्. अत्र सुवर्णस्य तेजस् विषये विचारः जातः. अधः दीपिकाग्रन्थस्य दीपम् अस्ति चेत् न तत्र तर्कसङ्ग्रहः अन्नम्भट्टेन तर्कसङ्ग्रहः इति पुस्तकं लिखितं. तदनन्तरं तस्य दीपिका इति टीका अपि तेन एव लिखिता. तदेव अस्ति दीपिका इति टीका. तर्कसङ्ग्रहः इति यः ग्रन्थः अस्ति तस्य टीका अस्ति दीपिका इति. दीपिका ग्रन्थस्य कश्चन भागः उद्धृतः इत्युक्ते तस्मात् तत्र भागः नीत्वा अत्र स्थापितम् यस्मिन् एतत् सर्वं प्रतिपादितं विवरणं कृतवन्तः. यद्वयम् इदानीं इत्युक्ते अत्र यद्वयम् एतत् पर्यन्तं यद्वयम् इदानीं पठितवन्तः तत्र शास्त्ररीत्या यः यदस्ति तद् अधोभागे अस्ति इत्येव अस्ति तावदेव. अग्रे पठ्यतां कुत्र पर्यन्तं स्वस्य बोधः सम्पूर्णं अति अस्माकं विवरेण अर्थम् आगतवती दीपिका पठित्वा. तर्हि यावत्पर्यन्तम् अवगमनम् आगच्छति इति पश्यतु इति. तर्हि अग्रे रामकार्तिक् महोदय भवान् पठति वा. दीपिका सुवर्णतैजसत्त्ववादः. ननु सुवर्णं पार्थिवं पीतत्वात् गुरुत्वात् हरिद्रावत् इति चेत् न अत्यन्त अनलोगसंयोगे सति घृतादौ द्रव्यत्वनाशदर्शनेन जलमध्यस्थघृते द्रव्यत्व नाश अदर्शनेन द्रवत्वनाश अदर्शनेन असति प्रतिबन्धके पार्थिव द्रवत्व नाश अग्निसंयोगयोः कार्यकारणभाव अवधारणात्. एतत् पर्यन्तं किञ्चित् वदतु महोदय. तत्र प्रथमवाक्यमस्ति सुवर्णं पार्थिववस्तु इति. किमर्थम् इत्युक्ते तत्र पीतरूपम् अस्ति, गुरुत्वम् अस्ति, अपि च हरिद्रावत् अस्ति इति वक्तुं शक्नुमः इति प्रथम वाक्यं. पूर्व तत् प्रथमवाक्यमस्ति पूर्वपक्षिणः वाक्यं. तत्र यद्वयम् आरम्भे दृष्टवन्तः स्वर्णं हरिद्रावत् पार्थिवम् अस्ति यतोहि तस्मिन् पीतवर्णम् अस्ति अपि च गुरुत्वमपि अस्ति इति. इति तत्र तद्वाक्यमस्ति पूर्वपक्षिणः वाक्यं. तदनन्तरं सिद्धान्तः वदति अत्यन्त अनलसंयोगे परन्तु सिद्धान्ती वदति न. किमर्थम् इत्युक्ते अत्यन्त अनलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन इत्युक्ते तत्र घृतादिद्रव्याणि पार्थिवद्रव्याणि तत्र अत्यन्त अनलसंयोगे तत्र द्रवत्व नाशं भवति. तत्र दर्शनं वयं द्रष्टुं शक्नुमः. एवमेव जलमध्ये स्थितं घृतं तत्र तस्य द्रवत्व नाशं न भवति. अतः एकनिमिषं तत्र प्रतिबन्धके असति तत्पूर्वमेव दृष्टवन्तः. यदि प्रतिबन्धकं नास्ति चेत् पार्थिव द्रवत्व नाशः भवति अग्निसंयोगे. तद् कार्यकारणभावात् भवति इति उक्तम्. इत्युक्ते तत्र यदा किमपि कार्यं भवति चेत् तस्य कारणमपि स्यात्. तर्हि तत्र अवधारणम् इत्युक्ते निश्चितम्. तर्हि तत्र तादृशं निश्चितं भवति यदा तत्र यथा महोदयेन बहु सम्यक्तया प्रतिपादितम् अत्र घृतादौ अनलसंयोगः अस्ति चेत् द्रवत्वनाशं भवति, परन्तु प्रतिबन्धकरूपेण जलं मध्ये आगच्छति चेत् तस्य नाशः न भवति इति. तर्हि तत्र पार्थिववस्तुनः द्रवत्वनाशं भवति अनलसंयोगेन इति. तत्र अवधारणात् इति यत् पञ्चमी अस्ति तत् तस्य तत्तु अग्रिमवाक्येन सह पठनीयमस्ति. तर्हि तस्मात् स्वर्णस्य अत्यन्त अनलसंयोगः अनलसंयोगे सति इति. पठतु महोदय. स्वर्णस्य अत्यन्त अनलसंयोगे सति अनुच्छिद्यमानद्रवत्वादि द्रवत्व अधिकरणत्वेन पार्थिव क्षम्यतां पार्थिवत्व अनुत्पत्तेः अनुपपत्तेः क्षम्यतां तस्मात् पीतद्रव्य एतावत्पर्यन्तं वदतु महोदय. अस्तु. तत्र कार्यकारणभाव अवधारणात् सुवर्णस्य अत्यन्त अनलसंयोगे सति तत्र तत्र यद्यपि वयं अत्र अत्यन्त अनलसंयोगे अपि सुवर्णः तस्य द्रवत्वं न सुवर्णस्य द्रवत्वं न नश्यति. तत्र पार्थिव अनुपपत्तेः इत्युक्ते तत्र अनु प्रथमं तत्र अनुच्छिद्यमानम् इत्युक्ते अनश्यमानम् इति. उच्छिद्यमानम् इत्युक्ते नश्यमानम्, अनुच्छिद्यमानम् इत्युक्ते अनश्यमानम् इति. तर्हि तस्मात् स्वर्णस्य अनु अत्यन्त अनलसंयोगः अस्ति चेदपि तस्य द्रवत्वम् अधिकरणं स्वर्णे एव अस्ति खलु. स्वर्णमेव द्रवत्व अधिकरणम् अस्ति. तर्हि तत्र द्रवत्वस्य नाशकारणेन तत्र कारणत्वेन इति यदस्ति तत्र तेन कारणेन पार्थिवत्व अनुपपत्तेः अनुपपत्तेः इत्युक्ते दोषाय इति वक्तुं शक्नुमः. इत्युक्ते तत्र तेन कारणेन पार्थिववस्तु एव इति स्वीकुर्मः चेत् तत् दोषपूर्णं भवति इति तत्र अर्थः भवति. अस्तु, तर्हि अग्रे पठतु महोदय इदानीम्. तस्मात् पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्व अधिकरणतया जलत्व अनुपपत्तेः रूपवत्तया वायवादिषु अनन्तर्भावात् तैजसत्वसिद्धिः. पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया तत्र पीतद्रव्यम् अस्ति चेत् तत्र पीतद्रव्यम् इत्युक्ते स्वर्णं तत्र स्वर्णस्य द्रवत्वनाशप्रतिबन्धकतया इत्युक्ते तत्र स्वर्णस्य द्रवत्वनाशप्रतिबन्धकः यः अस्ति तया द्रव्यान्तरसिद्धौ नैमित्तिक द्रवत्व अधिकरणतया नैव अवगतं मया. अस्तु, तर्हि तत्र द्रवद्रव्यम् इत्युक्ते तत्र तत्र कर्मधारयसमासः अस्ति. तत्र द्रवत्ववच्च द्रव्यं च इति. इत्युक्ते तादृशं द्रव्यं यस्मिन् द्रवत्वम् अस्ति. इत्युक्ते यदा पीत स्वर्णे तादृश द्रवत्वम् अस्ति चेत् तत्र तत्र द्रवद्रव्यान्तरसिद्धौ इत्युक्ते तत्र द्रवत्वम् अस्ति इति कारणात् तत्र केवलं पृथ्वी इति न, तत्र पृथ्वीं विहाय अन्यत् किमपि अस्ति. येन कारणेन तत्र द्रवत्वनाशप्रतिबन्धकरूपेण तिष्ठति अत्र इति. तत्र नैमित्तिकद्रवत्व अधिकरणतया इत्युक्ते तत्र स्वर्णं तु नैमित्तिकद्रवत्वं स्वर्णे अस्ति इति वयं जानीमः. तत्र सर्वदा द्रवत्वं नास्ति, परन्तु निमित्तम् अस्ति चेदेव तत्र द्रवत्वं भवति. तया जलत्व अनुपपत्तेः इत्युक्ते अनुपपत्तेः इत्युक्ते नास्ति इति, जलत्वं तु अत्र नास्ति. अपि च रूपवत्तया स्वर्णं रूपवत् अस्ति इत्युक्ते स्वर्णे रूपम् अस्ति, वायुवादेषु तु तादृशरूपं नास्ति इति कारणात् स्वर्णं तैजसत्वम् इति सिद्धिः, इत्युक्ते स्वर्णं तैजसम् अस्ति इति. तर्हि एतावत्पर्यन्तं यद् अत्र शास्त्ररीत्या अस्ति तत्सर्वं वयं यत् पठितवन्तः पूर्वं तदेव अस्ति. तत्र प्रायः क्लेशः न इति चिन्तयामि. तत्र लेखनशैली किञ्चित् भिन्ना अस्ति, तस्यापि परिच्छेदः भवतु अस्माकम् इति एव अत्र महोदयेन दत्तं स्यात्. अस्तु, अग्रिमवाक्यं महोदय. तस्य उष्णस्पर्श भास्वररूपयोः उपष्टम्बकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धात् अनुपलब्धिः, तस्मात् सुवर्णं तैजसम् इति सिद्धम्. इत्युक्ते तत्र तेजसः लक्षणवाक्यं यदा वयं पठितवन्तः तत्र उष्णस्पर्श बास्व उष्णस्पर्शः इति दृष्टवन्तः, अपि च बास्वररूपं तेजसी अस्ति इति अपि. परन्तु यदा स्वर्णं पश्यामः चेत् तादृश बास्वररूपं तु वयं न पश्यामः खलु. किमर्थम् इति प्रश्नः अस्ति चेत् तत्र उपष्टम्बक इत्युक्ते नैकत्यम् इति एव, तत्र नैकत्यम् इति एव अर्थः. इत्युक्ते तत्र पार्थिवरूपस्पर्शः नैकत्यम् अस्ति इति कारणात् तस्य तेन तस्मात् तत्र प्रतिबन्धकं भवति. इत्युक्ते तत्र चिन्तयतु यदा चषकः अस्ति इति, तस्य रूपं तु तत्र सूक्ष्मम् अस्ति खलु, तत्र चषकस्य तु रूपमिति वक्तुं न शक्नुमः. तस्मिन् चषके यदा वयं किमपि रक्तवर्णरसः अथवा नीलवर्णरसः स्थापयामः चेत् तत्र रसस्य यः वर्णः अस्ति तदेव तद् वयं द्रष्टुं शक्नुमः. तस्मिन् समये तत्र चषकस्य रूपमिति यत्किमपि भवतु तद् वक्तुं न शक्नुमः खलु. तर्हि तत्र यद्यपि चषकस्य किमपि रूपं स्यात् तथापि रसस्य वर्णं यदस्ति तदेव तत्र अभिभूतं भवति. अभिभूतं नाम तत्र सप्रस्थिति, तत्र ओवकम् इति भवति. तर्हि तत्र यद् विद्यमानस्य रसस्य यः वर्णः अस्ति तदेव तेन तत्र चषकस्य यः वर्णः अस्ति तद् अभिभूतः भवति. तथैव तत्र सुवर्णस्य बास्वररूपं यदस्ति तद् पार्थिव अंशस्य पीतवर्णः यः अस्ति तेन तत्र अभिभूतं भवति. तस्मात् कारणात् इन्द्रियैः तस्य उपलब्धिः न भवति इति. तदर्थमेव तत्र स्वर्णं तैजसम्, तदर्थं तत्र वर्णस्य अस्माकम् इन्द्रियैः प्राप्तिः न भवति. अपि च तत्र यथा वयं पूर्वम् उक्तवन्तः तत्र प्रतिबन्धकम् अन्यानि द्रव्याणि भवितुं न अर्हति इति कारणात् स्वर्णं तैजसम् इति साधितम् इति अस्ति अत्र. अनुपलब्धिः इत्युक्ते अर्थं किं भगिनि? अनुपलब्धिः इत्युक्ते न प्राप्तम् इति एव. वाक्यस्य शैली किञ्चित् कष्टं भवति. हा सत्यं, तदर्थमेव तत्र किञ्चित् एतत् पङ्क्त्याः शैली किञ्चित् विद्यासरूपेण अस्ति, अतः अवगम्येन किञ्चित् कष्टम् अनुभवामि. हा, तत्तु सत्यं भगिनि. तदर्थमेव यद्वयं तत्र विषयः तु यद्वयम् इदानीं इतः पर्यन्तं यद्वयं दृष्टवन्तः तदेव अत्र विषयः अस्ति. परन्तु यथा भवती तत्र लेखनशैली एव किञ्चित् भिन्ना. तद् तत्र किञ्चित् पृथक् कृत्वा तत्र प्रतिशब्दं तत्र पृथक् कृत्वा पठति चेत् तत्र किञ्चित् सौलभ्यं स्यात् तत्र. अवगमनं भवति भविष्यति. अस्तु धन्यवादः. अस्तु, तत् तर्हि अद्य अत्र समापयामः. तत्र प्रायः मुद्रणं शृणोतु, अपि च महोदयस्य मुद्रणमपि शृणोतु. प्रश्नः अस्ति चेत् आगामिसप्ताहे प्रष्टुं शक्नुमः.